नृङ्लकारः इति करपत्रम् अनुवर्तते। तत्र गतसप्ताहस्य कामप्रदेवने अकच्छिति इति सूत्रम् एकवारं पुनः पुनस्मरणं कृत्वा अग्रे गच्छामः। अपि कृतवान् अस्मिन्, किं भगिनि? किञ्चित् परिवर्तनम् अपि अस्ति अस्मिन्। अस्तु, तर्हि पश्यामः। गतसप्ताहे तु मम अन्यकार्यमपि आसीत् इति कृत्वा मया सम्यक्तया अवधानं न दत्तं। तर्हि पुनः एकवारं पठामि अहं। कामप्रवेदने अकच्छत् इति अकच्छत् कामप्रवेदने अकच्छत् अहं पठामि वा भगिनि? स्वाभिप्रायस्य प्रकाशने नाम स्वेच्छायां गम्यमाने धातोः लिङ् भवति। कच्चित् इति उपपदं नास्ति चेत् लिङ्लकारस्य कथनेन लिङ्लकारः एव भवति, अपरेषां लकाराणाम् अपवादः। तर्हि कामप्रवेदने इत्युक्ते स्वेच्छाप्रकटने इति, स्वभिप्रायप्रकाशनं स्वेच्छाप्रकटनम् इति अर्थः। तदा तु धातोः लिङ्लकारः एव भवति, विधानं भवति, किन्तु कच्चित् इति पदं विहाय अन्यानि कच्चित् उपपदम् अस्ति चेत् तु न भवति, अन्यथा तु तत्र लिङ्लकारस्यैव विधानं भवति। कच्चित् शब्दस्य साहाय्ये प्रधान अर्थद्वयं भवति, प्रश्नवाचकार्थे च आशायां मङ्गलकामनायां च। काशिकायां स्वाभिप्राय आविष्करणं कामप्रवेदनं, काम इच्छाभिलाष इति अनर्थान्तरम्। तस्य प्रवेदनं प्रकाशनं, एतस्मिन् गम्यमाने अकच्छिति उत्तरपदे धातोः लिङ् प्रत्ययो भवति, सर्वलकाराणाम् अपवादः। तर्हि उक्तमस्ति कच्चित् इत्यस्य शब्दस्य, तर्हि कच्चित् शब्दं विहाय इति अपरेषां तु भवति इति उक्तमासीत्। कच्चित् इति शब्दस्य तु कश्चन अर्थद्वयं भवति, एकं प्रश्नवाचकः अस्ति कच्चित् इति कः इत्यस्मिन् अर्थे, अन्यः अस्ति आशायां मङ्गलकामना प्रकटनाय अपि भवति इति। तर्हि स्वाभिप्राय प्रश्नवाचक एव आशायाम् अस्ति न किं भगिनि? प्रश्नवाचक यत् अर्थमस्ति तदेव आशायाम् अस्ति न अर्थद्वयम् अस्ति इति अत्र उक्तं खलु, एकमङ्गलकामना अर्थम् अन्यं प्रश्नवाचक अर्थ मङ्गलकामना एव आशा अपि अस्ति खलु, प्रश्नवाचक इति भिन्नम् अस्ति। अस्तु, अर्थान्तरम् अस्ति सम्यक् भवतु इति आशासे इति मङ्गलकामना अपि अस्ति, मम आशा प्रकटनं भवत्याः दिनं शुभं भवतु इति वदामि चेत् तत्र तु मम मङ्गलकामना अपि अस्ति, आशा अपि अस्ति खलु, तत्र प्रकटितं भवति। काशिकायां स्वाभिप्राय आविष्करणं कामप्रवेदनम् इति, काम इत्युक्ते इच्छाभिलाषः इति अनर्थान्तरम् इत्युक्ते अर्थान्तरं नास्ति इत्युक्ते समानार्थः इति तस्य प्रवेदनम् इत्युक्ते प्रकाशनम् इति, वदति इति वद्धातुः नास्ति खलु, विद् इति धातुः खलु, प्रवेदनम् इति भवति। तस्मिन् गम्यमाने तत्र उत्तरपदे तु अकच्छित् उत्तरपदे तु धातोः लिङ् प्रत्ययो भवति, सर्वलकाराणाम् अपवादः पूर्वमेव दृष्टम्। स्वाभिप्राय आविष्करणं नाम स्वेच्छायाः व्यक्तीकरणं, यथोक्तं पूर्वतने सूत्रे अत्र ओताप्योः इत्यस्य वा इत्यस्य अधिकारः नास्ति, अतः भविष्यति यथा तथैव भूतेऽपि लिङ्गनिमित्ते क्रियातिपत्तौ लृङ् नित्यं न तु वैकल्पिकं, भविष्यति तु तर्हि अत्र तु ऊतोप्योः अत्र ऊतोप्योः इत्यस्य अनुवृत्तिः नास्ति इति कृत्वा तत्र यत्र क्रियातिपतिः भवति भूते तदा तु लृङ्लकारस्य वैकल्पिकविधानं तु न भवति, किन्तु नित्यं विधानं भवति. तत्र क्रियातिपत्तिः अस्ति चेत् भूते वा भविष्यति वा भवतु, तत्र तु नित्यं लृङ्लकारः विधीयते. भविष्यति तु यथा पूर्वम् अत्रापि लिङ्निमित्ते क्रियातिपत्तौ लृङ्लकारः सर्वत्र एव नित्यः, सर्वत्रापि नित्यः तत्र भविष्यत्यर्थे क्रियातिपत्तिः अस्ति चेत्. सिद्धान्तकौमुद्यां स्वाभिप्राय प्राय आविष्करणे गम्यमाने लिङ् स्यात् न तु कच्चिति, कच्चितिति कच्चिति कामप्रदेवनं, कामस्य इच्छायाः प्रदेवनं प्रकाशनं कामप्रदेवनं, तस्मिन् कामप्रदेवने षष्टितत्पुरुषः न कच्चित् अकच्चित् तस्मिन् अकच्चिति नैन्तत्पुरुषः कामप्रदेवने सप्तम्यन्तम् अकच्चिति सप्तम्यन्तम् द्विपदमिदं सूत्रम्. उतापयोः समर्थयो लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ् निमित्ते लृङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते. भूते च इत्यस्य अधिकारः धातोः प्रत्ययः परश इत्येषाम् अधिकारः अनुवृत्तिसहितसूत्रं कामप्रदेवने अकच्चिति धातोः लिङ् प्रत्ययः परश लिङ् निमित्ते भूते च लृङ् क्रियातिपत्तौ इति. अवगतं मम प्रश्नः? प्रश्नः नास्ति खलु. तर्हि सूर्यकुमारी भगिनी अवशिष्टं पठति वा एतत् सूत्रम्? अनन्तरं नूतनसूत्रं प्रायः भगिन्यो पठतः. भगिनि सम्भावने खलु तत्र न भगिनि, काशिकायां निदर्शनं कामप्रदेवनस्य काशिकायां निदर्शनं कामो मे भुञ्जीत भवान् अभिलाषो मे भुञ्जीत भवान् मम इच्छा अस्ति यत् भवान् खादेत् अत्र कामशब्द कामप्रवेदने अस्ति नाम इच्छायाः प्रकाशने अभिलाषायाः व्यक्तीकरणे अपि च कच्चित् इति शब्दः व्यवहारे नास्ति निमित्तानि पूरितानि अतः कामप्रवेदने कामप्रवेदने कच्चित् इत्यनेन भुञ्जीत इति पदं विधिलिङ्गलकारे भवति. तदेव पूर्वम् उक्तम् ओके. सिद्धान्तकौमुद्याम् उक्तम् अकच्चितीति किं कच्चित् जीवति प्रकृतिसूत्रे अकच्चिति इति पदं यदि न अभविष्यत् तर्हि कच्चित् शब्दस्य क्षम्यतां व्यवहारे अपि कच्चित् जीवेत् इति वाक्यम् अभविष्यत् इति यत् अनिष्टम् अतः तस्य प्रदर्शनार्थं कच्चित् जीवति इति लट्लकारे उदाहरणं दत्तं काशिकायामपि तथैव निदर्शनं दत्तम् अकच्चिति इति किं कच्चित् जीवति ते माता कच्चित् जीवति ते पिता माराविद त्वां पृच्छामि कच्चित् जीवति पार्वती तव माता जीवति इति आशासे तव पिता जीवति इति आशासे माराविद हे सुख पार्वती अपि जीवति इति आशासे यत्र कच्चित् शब्द उपयुज्यते तत्र कामप्रवेदनं नास्ति इति किं भगिनि? कामप्रवेदनं तु अस्ति तथापि लङ्लकारः न भवति लिङ्लकारः न भवति कच्चित् अस्ति चेत् लङ् न भवति तत्र लिङ्ग् लिङ्ग् लिङ्ग् न भवति विधिलिङ्ग् न भवति विधिलिङ्ग् न भवति तत्र कालम् अनुसृत्य भवति. आमां सा कच्चित् एव उपयोगं कुर्यात् खलु. सत्यं कच्चित् इत्युक्ते मङ्गलवाचकमस्ति अथवा प्रश्नवाचकमपि अस्ति. यत्र मङ्गलवाचकमस्ति तत्रैव अत्र सङ्गच्छति खलु, तत्र प्रश्नवाचकस्य तु अत्र आवश्यकता नास्ति खलु. अद्य पठामि वा भगिनि? अग्रे तु अन्य भगिनी पठतु वा, नूतन अरुणा भगिनी पठति वा भगिनि? आं भगिनि. सम्भावने अलमिति चेत् सिद्धप्रयोगे पर्याप्तविशिष्टसम्भावनार्थे लिङ्लकारः भवति. यदि सम्भावनार्थक अलं वाचकशब्दस्य अप्रयोगः सिद्धः अस्ति, अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थतया प्रतीतिः स्यात्. अलम् इव शब्दस्य प्रयोगेण विना यदि कश्चित् मनुष्यस्य क्रिया सम्बद्धं सामर्थ्यं व्यक्तीक्रियते तर्हि लिङ्लकारस्य एव व्यवहारे भवति, सर्वलकाराणाम् अपवादः. अलं कथम् इदं पठामि भगिनि. सम्भावनार्थ लिङ् विशिष्टसूत्रमस्ति, सम्भावनार्थे लिङ् लकारः भवति. वेन् इति प्रश्नः अस्ति चेत् सम्भावनार्थक अलं वाचकशब्दस्य अप्रयोगसिद्धः अस्ति, अर्थात् समर्थवाचिना अलं शब्देन विना एव समर्थतायाः. ओके, अलं शब्दम् अस्ति, वाचकशब्द अस्ति चेत् अत्र विधलिङ्गं भवति, परन्तु सम्भावनार्थे लिङ्लकारः भवति. तदेव भगिनि, अलम् इति शब्दस्य प्रयोगः विना यदि कश्चित् मनुष्यस्य क्रिया सम्बन्धं सामर्थ्यं व्यक्तीक्रियते तस्य लिङ्लकारस्य एव भवति. अलं अन्य अलं इव शब्दस्य प्रयोगः अस्ति चेत् अन्यस्य कस्यचित् लकारस्य यथा लुट् लकारस्य व्यवहारः भवेत्. अलम् इति अर्थस्य प्रतीतिः अलं शब्देन विना एव जायमानः यस्मिन् सः सिद्ध अप्रयोगः. सिद्धप्रकरणमस्ति सिद्धप्रयोगः इति. अलं शब्दं प्रयोगः अस्ति चेत् लिङ् भवति, अन्य लकार लुट् लकार अपि भवितुम् अर्हति. अत्र अलं शब्देन विना जायमानः अस्ति चेत् सिद्धप्रयोगः इति नाम. काशिकायां लिङ् इत्येव सम्भावनं क्रियासु योग्यता अध्यवसानं शक्ति शक्तिश्रद्धतां श्रद्धानं तत् तदिदानीं मलमर्थेन विशेष्यते. तच्चेत् सम्भावनं पर्याप्तं भवति. सिद्ध न अवगतं वचने. काशिकायां लिङ् इत्येव सम्भावनाक्रियासु योग्यता. तत्र भ्रमः अस्ति भगिनि. अत्र किमर्थम् अलम् इति शब्दप्रयोगं विहाय इति, अलम् इव शब्दप्रयोगं विहाय इति किमर्थम् अत्र उक्तमस्ति? सिद्ध अप्रयोगे अलम् इत्यस्य प्रयोगः न भवेत् सम्भावनार्थे. न इति न उक्तं खलु अत्र, न इति सूत्रे न दत्तम्. अलं शब्देन विहाय जायमान, किन्तु अर्थं यत् यद् वाक्यं वयं विहाय न इति किमपि अत्र न इति नेगेशन् किमपि नास्ति खलु इति पृच्छतु. सिद्ध अप्रयोग अस्ति न सिद्ध सिद्धप्रयोगे अस्तु अस्तु सिद्ध प्रयोग मीन्स् अलम् इत्यस्य प्रयोगः नास्ति, तथापि सम्भावना सिद्धं भवेत् कथचित् इति उक्तं, तथा अत्र अनलमि अनलमि इति वक्तव्यम् अनलमि इति वदामः चेत् तत्र किं भवति अनलमे इति भवेत् इति नैतत्पुरुष अलं मास्तु अस्तु अस्तु अवगतम् अरुणा भगिनी अवगतं वा न भगिनि क्रियायाः कश्चन मनुष्यः कश्चन क्रिया किमपि समर्थयति मेन् इस् अकम्प्लिशिङ्ग् सम्थिङ्ग् and now we want to talk about it without using with if you use the word alam in that sentence a word like alam or anything related to alam if you use it in the sentence then you have to use other lakaras but if you used without alam then okay. you have to use ling lakara oh. अलम् अन्यपद शब्दः अस्ति वा भगिनि अलम् आर् इक्वलेण्ट् अलम् आर् इक्वलेण्ट् पर्याप्तम् अलम् अस्य अन्यपर्याप्तं शब्द इति अपि न प्रयोग करणीय अग्रे उदाहरणानि पश्यामः चेत् इतोपि अवगमनं भवति भगिनी सिद्धा इति पदनां करणीयं यत् काशिकायां वाक्यमस्ति सम्भावनं क्रियासु योग्यता ध्यावसनं शक्ति श्रद्धानं पठामः एकवारं पठामः तदा काशिकायां लिङ् इत्येव सम्भावनं क्रियासु योग्यता अध्यवस्थानं शक्ति श्रद्धानं तत् इदानीम् अलमर्थेन विशेष्यते तत् चेत् सम्भावनं पर्याप्त अवित्ततः अवितथं भवति अवितथं सिद्धाप्रयोग्य इत्येन अलं विशेषणम् अलं विशेषणं सिद्धः चेत् अलमौ उपयोगः चासि सिद्धः यत्र गम्यते चातौ न चासौ पूज्यते दृश्यसम्भावनोपाधिकेऽर्थे वर्तमानात् धातोः लिङ् प्रत्ययः भवति पुनः पठामि काचिकायां लिङ् इत्येव उदाहरणवाक्यम् ऐ थिङ्क् युर् भगिन्यः मनसि इतोपि तत्र संशयः अस्ति इति कृत्वा ऐ थिङ्क् यु फैण्डिङ्ग् इ डिफिकल्ट् अधुना उदाहरणवाक्यम् अत्र दत्तं पूर्वं दत्तं हस्तं भगिनि अलं देवदत्तः हस्तिनं हनिष्यति इति वाक्यम् अत्र कः अर्थः इत्युक्ते निश्चयेन देवदत्तः हस्तिनं हनिष्यति इति अर्थः सम्भावना अर्थि खलु सम्भावनाते अलम् इति उक्तमस्ति निश्चयेन इति अर्थे अलं देवदत्तः हस्तिनं हनिष्यति इति अत्र किमस्ति अलम् इति शब्दस्य प्रयोगः कृतः खलु इति अलम् इत्युक्ते पर्याप्तिः केवलं देवदत्तः एव पर्याप्तः इति अनदर् पर्सन् इस् नाट् रिक्वैर्ड् जस्ट् देवदत्त केन् हिल् एलिफेण्ट् इति तदा किं भवति अत्र तु अलम् इति शब्दस्य प्रयोगः कृतः अस्ति अनन्तरं देवदत्तस्य सिद्धप्रयोगः अस्ति खलु सिद्ध किम् अस्ति कार्यसिद्धेः विवक्षा अस्ति खलु केन् देवदत्त डू इट् इति कार्यसिद्धेः विवक्षा अस्ति केन् ही किल् द एलिफेण्ट् इति तस्य कार्यसिद्धिः अस्ति खलु तस्य विवक्षा अस्ति अधुना अलम् इति शब्दस्य अपि प्रयोगः अस्ति इति कृत्वा अत्र हनिष्यात् इति हन्यात् इति न भवति अलं देवदत्तः हस्तिनं हन्यात् इति लिङ्ग्लकारस्य प्रयोगः न भवति इट् ओन्ली यूसस् बेस्ड् आन् द लदर् लकारास् बट् अट् द सेम् टैम् इफ् अलं वास् नाट् यूस्ड् देन् वि केन् से देवदत्तः हस्तिनं हन्यात् इति लिङ्ग्लकारः न भवति अलं नास्ति चेत् लिङ्ग्लकारः भवति तत्र नियतरूपेण लिङ्गलकारः नित्यं भवति. यु केनाट् यूस् अदर् लकारः. इफ् ऐ से देवदत्तः हस्तिनं हन्यात् इति अहं वदामि इति हनिष्यति इति वदामि चेत् तत्र मास्तु. अत्र तत्र तु सम्भावनार्थे हन्यात् इत्येव प्रयोक्तव्यम्. बिकास् ऐ हेव् नाट् यूस् अ वर्ड् अलम्, ऐ हेव् टु यूस् हन्यात्, ऐ हेव् टु यूस् लिङ्गलकार. अण्ड् ऐ एम् टाकिङ्ग् अबौट् द अकम्प्लिश्मेण्ट् आफ् देवदत्त, रैट्? सम्थिङ्ग् दट् ही केन् दट् केन् बि अकम्प्लिश्ड् वि देवदत्त. सो ऐ एम् गोयिङ्ग् टु यूस् हन्यात्. But if I use the word alam, then I cannot use lingalakara. I have to use other lakaras. Alam devadatto hastinam hanishyati iti tatra lrit lakarasya. No chet, kim asti? Hanti iti api lrit lakara ha. Anya lakara na prayogaha bhagati. Avagatam va, Vigni? Avagatam. Aduna tad manasi chintayitva agre punaha patati va kashikayam iti? काशिकायां लिङ्ग् इत्येव सम्भावनं तत्र विरामं ददातु. लिङ्ग् इत्येव इति वाक्यं काशिकायां किं काशिकायां निदर्शनं अपि न भगिनि. अत्रैव काशिकायां लिङ्ग् इत्येव इति विरामं ददातु. देर् इस् अ लैन् देर् रैट्? अण्ड् यु रेड् इट् अस् अ सिङ्गल् लिङ्ग्. लिङ्ग् इत्येव सम्भावनं क्रियासु इति यु स्टार्टेड् रीडिङ्ग्. ओके. काशिकायां किं दत्तमस्ति? लिङ्ग् इत्येव इति दत्तमस्ति. सो हि सेस् काशिककार सेस् ओन्ली लिङ्ग्. वेन् डु यूस् ओन्ली लिङ्ग्? अग्रे पठतु भगिनि. सम्भावनं क्रियासु योग्यता अध्यवसानं शक्ति श्रद्धा. एकैकं पठामः. सम्भावनम् इति किम् अस्ति? क्रियासु योग्यता अध्यवसानम्. अध्यवसानम् इति किम् अस्ति? अध्यवसान इत्युक्ते अर्थः अस्ति डिटर्मिनेशन् आर् एफर्ट् इति अस्ति. अत्र किम् अस्ति? क्रियासु योग्यता अध्यवसानम् इति. यथा भवती उक्तवती, क्रिया केन् बि डन्, सः योग्यः वा? केन् द पर्सन् डू इट् आर् केन् हि पुट् इन् द एफर्ट् टु डू इट् इति सम्भावनम् इति शब्दस्य अर्थः अस्ति. सूत्रे सम्भावने इति दत्तमस्ति खलु, तर्हि तस्य कः अर्थः? क्रियायाः क्रियासु योग्यता, कश्चन जनस्य योग्यता अस्ति वा, नो चेत् क्रियासु अध्यावसनम् अस्ति वा, नो चेत् किमस्ति? शक्तिः अस्ति वा, क्रियासु तस्य शक्तिः अस्ति वा, श्रद्धानम् अस्ति वा इत्युक्ते पुनः एफर्ट्, शक्तिश्रद्धानम् इत्युक्ते to put in the effort to accomplish it. Asti va iti. Oh. Iti sambhavanam iti asya artha asti. Tad idanim. Tad idanim. Idanim alam artena visheshyate. Taduna, to say a person can do it, what word do we use? Vyavaharika rupena we can use alam. We can use alam. Saha alam asti, saha krishnaha alam. Tatra kim asti? Matulasya vadhaya krishnaha alam. Tikte kim asti? Matulasya vadhartam, kamsasya vadhartam, krishnaha paryaptaha iti. He is enough to kill his uncle iti. He can do it iti. तदा किं तर्हि तत्र हि केन् डू इट्, हि केन् अकम्प्लिश् इट् इत्यस्मिन् अर्थे अलम् इति शब्दः विशेष्यते इति इट् इस् यूस्ड् इति. तच्चेत् सम्भावनं पर्याप्तम् अवितत्थं भवति. अवितथम् इति किम् अस्ति? विथथम् इति पश्यामि भगिनि. विथथ इत्युक्ते अत्र अर्थः दत्तः मिथ्या इति. तर्हि अमित्या इति अर्थः खलु. इट् इस् सफिशियण्ट् इति पुनः अर्थः अस्ति. असत्यवचनम् इति भवति मिथ्या इति. पर्याप्तम् इनफ् इत्येव अत्र अर्थः अस्ति. सम्भावनम् इत्यस्य अर्थः अलं, पर्याप्तम्, अविथथम् इति, अमिथ्यं, सत्यमस्ति इति, तादृशार्थः. अग्रे पठतु भगिनि. च च सौ सिद्धि सिद्धाप्रयोग इति सिद्धाप्रयोगे इति अलम् अलम् अलमो विशेषणम् अत्र अलं अलमस्य विशेषणं प्रयोगः इति सिद्धश्चेत् अलं अप्रयोगः सिद्धः चेत् अलम् अप्रयोगः इति तदेव अस्ति खलु. इट् इस् पासिबल् इट् इस् इट् केन् बि अकम्प्लिश्ड् बट् वित् वितौट् यूसिङ्ग् द अलम् चासौ सिद्धं स्वचासौ सिद्धः क्व इन् कुत्र कुत्र चासौ सिद्धः यत्र गम्यते च तौ न च असौ प्रयुज्यते असौ प्रयुज्यते यत्र असौ सिद्धः इत्युक्ते किम् अस्ति यत्र गम्यते चार्थौ च न चासौ प्रयुज्यते इत्युक्ते किम् अस्ति इत्युक्ते अलम् इति गम्यमाने तदा तु वि डोण्ट् यूस् तदा तु असौ लिङ्ग्लकारः न प्रयुज्यते इति यदि अलम् आर् इक्वलन् टु अलम् इस् यूस्ड् तदा तु वि डोण्ट् यूस् लिङ्ग्लकार इति उक्तमस्ति. अवगतं वा भगिनि? तदा अग्रे पठतु भगिनि. क्वच असौ सिद्ध यत्र गम्य अत्र यथा कर्मधारे समासे वयं असौ इति वदामः तथैव अस्ति अत्र अपि साधु कर्मधारे किमर्थम् आगच्छति न अहं तु कर्मधारे च असौ तत्र वयं वदामः न यथा कर्मधारे अत्र विशेषविशेषणम् अस्ति अलम् इति सिद्ध प्रयोग अस्य विशेषविशेषणं भाव विशेष्यते इति उक्तमस्ति. क्वच इति कुत्र असौ सिद्धः इत्युक्ते एषः असौ इत्युक्ते एषः खलु एषः कुत्र सिद्धः इति कुत्र भवति इति तत्र यत्र गम्यमाने चार्थो च चासौ प्रयुज्यते इति न चासौ प्रयुज्यते where it, the meaning is equivalent chartha chartha means equivalent of that is being used gamyate is being used tatra na asau prayujyate there it is not used iti asta kimartham itikte alam aprayogah iti uktam asti kalu iti krutva na asau prayujyate iti evam agacchami agrema vakyam patatu bagini ईदृशसम्भावनोपसम्भावना उपाधिके अर्थेः अर्थे वर्तमानात् धातोः लिङ् प्रत्ययो भवति. यत्र अलम् अप्रयुज्य सम्भावना उपाधिके अर्थे वर्तमानात् तदा तु धातोः लिङ्लकारः भवति इति लिङ् प्रत्ययः भवति इति तत्र सम्भावना उपाधिकार्थे यत्र सम्भावना इत्यस्मिन् अर्थे तादृश इत्युक्ते अलम् इति प्रयोगं विना सम्भावना इत्यस्मिन् अर्थे वर्तते चेत् तदा तु धातोः लिङ्लकारः भवति इति सर्वलकाराणाम् अग्रे पठतु भगिनि. सर्वलकाराणाम् अपवादः क्रियातिपत्तौ भूते भविष्यति च नित्यं रुङ् भवति. पुनः भूतापयोः इत्यस्य अनुवृत्तिः नास्ति इति कृत्वा नित्यमेव भवति. भूते च क्रियातिपतिः अस्ति चेत् भूतकाले वा भविष्यत्काले वा नित्यं रुङ् भवति. सिद्धान्तकौमुद्याम् अलमर्थौ अत्र प्रौढिः प्रौढिः प्रौढिः इति किम् इति पश्यामि जानाति वा भगिनि. प्रौढिः इत्युक्ते ओल्ड् इति सामर्थ्यम् सामर्थ्यम् इति फुल् ग्रोत् आर् फुल् डेवलप् ग्रेट्नेस् आर् इट् शोस् अ ग्रेट् यु नो इट् इन् इट्स् फुल् एक्सर्शन् इति अलमर्थः अत्र प्रौढिः इत्युक्ते तत्र किमस्ति अलम् इति यत्र अलम् इति साक्षात् अलम् इति शब्दः तत्र अग्रे उक्तमस्ति भगिनि अलम् अर्थः अत्र प्रौढिः इत्युक्ते तत्र वयं पूर्वं दृष्टवन्तः खलु अलम् इत्यस्य पर्याप्तः इति अर्थः अस्ति इति इनफ् इट् केन् बि डन् इति तादृश अर्थः अस्ति खलु सामर्थ्यं बोधयति इति तदेव प्रौढिः इति पूर्वोक्तम् उदाहरणमस्ति कृष्णः कंसाय अलम् कृष्णः अलं कंसवदार्थम् इति प्रोवस् रैट् दट् वट् अलम् इति च प्रथमया सप्तम्या च परिवर्तनं भवति इति प्रथमाविभक्तां सप्तम्यां च तत्र किं भवति परिवर्तनं भवति इति सम्भावनार्थे लिङ् स्यात् तत् चेत् सम्भावना अलम् इति अलमि सिद्धप्रयोगे सति प्रौढः नाम अत्र सिद्धता सामर्थ्यं पर्याप्तम् ओके सिद्धप्रयोगः अप्रयोगः अप्रयोगे इति उक्तमस्ति खलु सूत्रे सिद्धो अप्रयोगे यस्य न सिद्धप्रयोगस्तः अस्मिन् सिद्धप्रयोगे बहुव्रीहिः ओके सिद्धप्रयोगे सिद्धाप्रयोगः इति सम्भावने सत्यम्यन्तम् अलम् अव्ययम् अव्ययं चेदव्ययं सिद्धप्रयोगे सत्यम्यन्तम् अनेकपदमिदं सूत्रम् उत्थाप्योः समर्थयोर्लिङ् इत्यस्मात् लिङ् इत्यस्य अनुवृत्तिः लिङ्निमित्ते लुङ् क्रियातिपत्तौ इति सम्पूर्णसूत्रम् अनुवर्तते भूते च इति अधिकम् धातोः प्रत्ययः पुनश्च अनुवचतु अलं सिद्धप्रयोगे इति चेत् सम्भावने धातोः लिङ् प्रत्ययः परश्च लिङ्निमित्ते भूते च लुङ् क्रियातिपत्त ओके अवगतम् अग्रे सरला भगिनी पठतु काशिकायां निर्दशनम् अपि पर्वतं शिरसा भिन्द्यात् प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात् पर्वतं भग्नम् एतादृशं कुर्यात् अपि द्रोणपाकं भुञ्जीत भवान् प्रायशः एकस्य द्रोणस्य 10 किलोग्राम् भोजनं खादेत् द्वयोः वाक्ययो एकस्य मनुष्यस्य महत् सामर्थ्यस्य सङ्केतः दीयते कठिनकार्यस्य कठिनकार्यस्य सम्भावनया अत्र दत्तमस्ति लिङ्गकारस्य प्रयोगः अस्ति अलम् अव्ययस्य प्रयोगः नास्ति तो किन्तु यत् वाक्यमस्ति तस्य अर्थं भवति सम्भावना अस्ति अस्ति निश्चयेन सम्भावना असामर्थ्यस्य अर्थम् अत्र मन्यते अर्थं भवति अपि पर्वतं शिरसा भिन्द्या इत्युक्ते शिरसा पर्वतस्य भग्नं क्रियते तो यदि शिरसा भग्नं क्रियते यः शिरसा भग्नं करोति तस्य मनुष्यस्य शिरसि बहु इति शक्तिः अस्ति अनेन इति केवलं शिरसा बिन्द्यात् इति लैक् प्रावब् अस्ति शिरसा बिन्द्यात् इति कोऽपि कठिनं कार्यं यः करोति इति वयं वदामः स शिरसा बिन्द्यात् इति उक्ति भवति तो पर्वतं शिरसा बिन्द्यात् इति अस्माकं शैल्यां वयं तस्य प्रयोजनं कुर्मः क्यो अपने मस्तिष्के क्यो टकराता है पर्वत को ऐसा बोलते हैं हिंदी में तो शिरसा बिन्द्यात् अपि यत् अन्यमस्ति द्रोणपाकं भुञ्जीत मीन्स् यः खादति सः बहु खादति तस्य अत्र दत्तमस्ति द्रोणपाकं मीन्स् 10 किलो सः इति बहु भोजनं कृतवान् इति सो यत् द्रोणपाकं भुञ्जीत अत्र भुञ्जीत अपि लिङ्लकारस्य भुज् धातु तस्य प्रयोगः अस्ति प्रथमपुरुषे एकवचने भिन्द्यात् इति भिद् धातु सः प्रथमपुरुषे एकवचनस्य प्रयोगः अस्ति लिङ्लकारस्य इत्रि अत्र दत्तम् अस्ति द्वयो वाक्ययोः मनुष्यस्य महत् सामर्थ्यं सङ्केतं दीयते सो इति वाक्येन एव वयं अर्थम् अहं वयम् अवगन्तुं शक्नुमः यत् बहु सामर्थ्यमस्ति मनुष्ये बहु सामर्थ्यमस्ति यः बहु खादितुं शक्नोति वा यः पर्वतं भिन्नति इति अस्ति तो अत्र किन्तु अलं वा पर्याप्तम् इति शब्दस्य प्रयोगः नास्ति एते द्वयो वाक्ये काशिकायाम् अग्रे दलसार्थक्यम् उच्यते अलम् इति किम् तो इदानीं दलसार्थक्यम् अस्ति अलम् इति किं कारणं कि अस्माकं यत् सूत्रमस्ति सम्भावने अलम् इति चेत् सिद्धा प्रयोगे तु अलम् इति किं तस्य दलसार्थक्यमस्ति विदेश स्थायी देवदत्तः प्रायेण अगमिष्यति ग्रामं विदेशस्थायी देवदत्तः प्रायेण आगमिष्यति ग्रामं तो देवदत्तः या विदेशं स्थायी अस्ति सः ग्रामम् आगमिष्यति इति अस्ति किन् अत्र अलम् इति प्रयोगः नास्ति यतोहि देवदत्त विदेशं वसति तदापि सः ग्रामे आगतवान् आगमिष्यति इति अत्र लिट् लकारस्य प्रयोगः अस्ति किन्तु इति सम्भावना अस्ति सम्भावना मीन्स् इति सारा अत्र तस्य श्लाघनम् अस्ति अत्र कि सः विदेशात् अपि ग्रामम् आगतवान् इति अस्ति तो देवदत्तः या विदेशे निवसति प्रायशः स्वदेशं प्रति आगमिष्यति इति दत्तमस्ति अत्र अपेक्षा अभिव्यक्ता अस्ति अलम् इति अर्थकेन प्रायेण शब्देन इति एका वार्ता अन्या च वार्ता अस्ति यत् अस्मिन् प्रसङ्गे सामर्थ्यम् अथवा शक्तिः इति विषय एव नास्ति अतः विधिलिङ्गकारः न विधीयते अपि तु लिट् लकार एव तु अत्र लिट् लकारस्य प्रयोगः कथम् अस्ति अलम् इत्यस्य दलसार्थक्यम् अस्ति तु दल अस्माकं यत् सूत्रमस्ति तत्र सम्भावना अर्थे अलम् न अलम् इत्यस्य प्रयोगः न भवेत् किन्तु अर्थं सम्भावना भवेत् अपि अत्र सम्भावनार्थं नास्ति अत्र दत्तमस्ति सामर्थ्यम् इत्यस्य अर्थः नास्ति किन्तु इति सः आगतवान् देवदत्त लिट् लकारस्य प्रयोगः दत्तमस्ति अलं सम्भावना इति अर्थः न प्रयोगमस्ति अत्र अतः अन्यलकारस्य प्रयोगः अस्ति लिट् लकारस्य प्रयोगः अस्ति इति दलसार्थक्यमस्ति अलम् इति किम् अपि च काशिकायां सिद्धप्रयोगः इति शब्दस्य प्रसङ्गे सिद्धप्रयोगः इति किम् इदानीं सिद्धप्रयोगः यत्र सूत्रे दत्तमस्ति, यस्य दलशासक्यमस्ति, अलं देवदत्तः हस्तिनं हनिष्यति. इदानीम् अलम् इत्यस्य प्रयोगः दत्तम् अस्ति. यदि अलं वयं वदामः तदानीं लिङ्ग्लकारस्य प्रयोगः न भवति. तु अत्र लकारस्य प्रयोगः अस्ति, अलं देवदत्तः हस्तिनं हनिष्यति. तु देवदत्तः हस्तिनं हनिष्यति इति देवदत्तस्य सामर्थ्यम् अस्ति. यदि अलम् इति न प्रयोगः कुर्मः तु वयं वक्तुं शक्नुमः देवदत्तः हस्तिं हन्यात् इति भवति इति अस्माभिः इति देवदत्ते इति सामर्थ्यं वयम् इति अवगन्तुं शक्नुमः इति यदि वा इति भवेत्. देवदत्ते शक्तिः अस्ति हस्तिनस्य मारणं करिष्यति. सो देवदत्त लिट् लकारस्य प्रयोगः अस्ति. अत्र अलं देवदत्त हस्तिनः हनिष्यति तस्य अर्थं महोदय लिखति, देवदत्ते शक्तिः अस्ति हस्तिनस्य मारणं करिष्यति. अत्र यद्यपि सामर्थ्यस्य च शक्तेः च विषयः अस्ति, किन्तु यतोहि अलं शब्दव्यवहारे अस्ति अत्र, अतः अत्र अपि सम्भावने अलम् इति चेत् सिद्धाप्रयोगे इत्यनेन लिङ्निमित्तं नास्ति. यतोहि अत्र अलं प्रयोगः अस्ति अतः लिङ्लकारस्य प्रयोगः अस्ति. यतोहि तत्र सामर्थ्यस्य सम्भावनार्थे इति प्रयोगः दृश्यते, किन्तु अलम् इत्यस्य प्रयोगः अस्ति अतः लिङ्लकारस्य प्रयोगे नास्ति. अन्यलकारः दत्तमस्ति लिङ्लकारः. क्रियातिपतौ भूते भविष्यति च नित्यं लिङ् भवति, यतोहि उत्थाप्य समर्थयो लिङ् इत्यस्य अनन्तरम् अस्ति, अतः भूते भविष्यति उभयत्र लिङ् नित्यम् अस्ति. सो यदि भूते या भविष्य अस्ति त एकमेव लिङ्लकारस्य वाक्यं भवति, कारणे कि उत्थाप्यो समर्थयो लिङ् इत्यस्य 33152 इति क्रमसङ्ख्या अस्ति. अस्मिन् सूत्रे सम्भावना अलम् इति चेत् सिद्धाप्रयोगे तत्र 33154 तु इत्यस्य उत्थाप्यो इत्यस्य भूत्थाप्यो इत्यस्य अधिकारः नासीत्. द्वयो भूते च भविष्यत्काले लिङ्लकारस्य प्रयोगः भवेत् नित्यम् इति अस्ति. इदानीमपि पठामि न पूरयतु भगिनि. सिद्धान्तकौमुद्यां निर्दशनम् अपि गिरिं शिरसा भिन्द्यात्, प्रायशः शिरसा पर्वतस्य भञ्जनं कुर्यात्. कमपि बलवन्तं पुरुषं प्रति एषा अतिउक्ति उच्चारिता. पर्वतस्य भञ्जनस्य सामर्थ्यं व्यक्तीक्रियते अत्र. गिरिभेदनस्य सम्भावनायाः सामर्थ्यस्य हेतोः द्योतक अपि शब्दः अत्र लिङ्निमित्तं विद्यमानम् अस्ति. अतः सम्भावने लम् इति चेत् सिद्धाप्रयोगे इत्यनेन भिद्धातो लिङ्लकारेण भिन्द्यात् इति रूपं जायते. यथा वयं पूर्वं चिन्तितवतः भिन्द्यात् यत्र अस्ति शिर अपि पर्वतं शिरसा भिन्द्यात् यत् प्रथमम् उदाहरणमस्ति तस्य अर्थं यत्र दत्तमस्ति इति युक्ते शिरसा यः पर्वतस्य भञ्जनं कुर्यात् इति यः मनुष्यः अस्ति नरः अस्ति तस्मिन् बहु बलम् अस्ति अनेन तस्य सामर्थ्यं भवति भञ्जनक्रिया कृते. सो इति अत्र अलम् इति प्रयोगः नास्ति अपि सम्भावना अपि अस्ति सामर्थ्यम् अस्ति अतः लिङ्लकारस्य प्रयोगः दत्तमस्ति. गिरिं शिरसा भिन्द्यात् वा शिरसा पर्वतस्य भञ्जनं कुर्यात् इति दत्तमस्ति. तु अत्र भञ्जनक्रियायाः सामर्थ्यं व्यक्तीक्रियते इति दत्तमस्ति. तु गिरिभेदनस्य सम्भावनासामर्थ्यस्य हेतो द्योतक अपि शब्दः अत्र लिङ्निमित्तं तु लिङ्निमित्तं यत्र वयं लिङ् लिङ्लकारस्य प्रयोग पश्यामः तत्र सामर्थ्यस्य इति द्योतक भवति तत् सामर्थ्यस्य द्योतकमस्ति सम्भावनार्थे अत्र दत्तमस्ति. सिद्धाप्रयोगे किं यत् भवती उक्तवती पूर्वं सिद्धाप्रयोगे किम् अत्र दलसार्थ किमस्ति सिद्धप्रयोगे इति इत्यस्य यत् सिद्धाप्रयोगे न अभविष्यत् तर्हि अलं कृष्णो हस्तिनं हनिष्यति प्रायशः श्रीकृष्णः सहजतया हस्तिनस्य मारणं करिष्यति इति वाक्ये अपि विधिलिङ्ग् लकार अभविष्यत् यत् अनभीष्टम् अस्ति यतोहि अत्र साक्षात् अलं शब्दस्य प्रयोगेन सम्भावना इति अर्थः आगच्छति अत्र सिद्ध अप्रयोगः नास्ति अपि तु सिद्धप्रयोगः एव अस्ति अत्र अलं पदस्य प्रयोगः अस्ति अत्र यदि अलम् अस्ति तु तत्र सूत्रस्य प्रसक्तिः न भवति तो अत्र हनिष्यति अलं कृष्णहस्तिनं हनिष्यति इति साक्षात् अलं प्रयोगेन इति अवगमनम् अस्ति कि कृष्ण सहज ई मारणं हस्तिनस्य मारणं करोति हस्तिनः मारणं करिष्यति इति लिट् लकारस्य प्रयोगः अस्ति विधिलिङ्गं न जातम् अस्ति कारण अत्र साक्षात् अलं प्रयोगः अस्ति तस्य अनेन वयं जानीमः सामर्थ्यम् अस्ति इति सामर्थ्यस्य प्रकटीकरणम् अस्ति सम्भावना च अस्तु भगिनि अत्र मया तत्र कच्चित् इति प्रश्नार्थकः अस्ति खलु तस्मिन् एकः तत्र अन्विष्टः प्रश्नार्थकस्य उदाहरणं मया कश्चन श्लोकः दृष्टः भगिनि अत्र उक्तम् अत्र चाट् मध्ये स्थापितं मया विज्ञासार्थं तत्र श्लोकम् एवं गच्छति कच्चित् ते नियतः कोपः आहारस्य तपोधने कच्चित् ते नियमाः प्राप्ताः कच्चित् ते मनसः सुखं कच्चित् ते गुरुशुश्रूषा सफला चारुभाषिणी तर्हि तत्र किम् अकवर्तः इत्युक्ते तत्र प्रश्नार्थकः अस्ति खलु प्रश्नवाचकर्थः अस्ति तर्हि ओ असटिक् इफ् युर् एङ्गर् कण्ट्रोल्ड् अण्ड् युर् डयट् इस् आल्सो कण्ट्रोल्ड् नियतः कोपः नियतः आहारः वा इति हे तपोधने इति अनन्तरं ते नियमाः प्राप्ताः वा इति कच्चित् ते नियमाः प्राप्ताः इति कच्चित् ते मनसः सुखं तव मनसः सुखमस्ति वा कच्चित् ते गुरुशुश्रूषा सफला चारुभाषिणी वा इति भवतः गुरुशुश्रूषा सफला च चारुभाषिणी अस्ति वा इति तत्र प्रश्नवाचकः अस्य उदाहरणं दृष्टम् भगिनी महोदयं प्रेषयतु इति श्लोकं कुतः किमर्थं कश्चन अर्थके तस्य अस्माभिः सः न दत्तवान् प्रश्न भगिनी प्रेषयतु भगिनी न जाने अहं तु वर्गे न आसं खलु तर्हि यदि प्रेषय ईमेल् करोतु न न न भवती करोतु भवती करोतु अत्र अहं चाट् मध्ये स्थापितवती लिङ्क् भवती करोतु इदं न करोमि अपि यत् भवत्या चित्रमस्ति तस्मिन्नपि श्लोकद्वे सूत्रं द्वे सूत्रद्वयं स्थापनीयं भगिनि आम् आम् तदा स्थापय अग्रिमसप्ताहे स्थापयामः वा तर्हि एकवारं कारण कि द्वयो भिन्नम् अस्ति चित्रीकरणे गरायाम् इति अन्वर्क नूतन भवति न अत्र कारण कि एकं कं कश्चित् कामप्रवेदने अस्ति अन्यमस्ति सम्भावना अस्ति अलं प्रयोगः नास्ति इतोपि वर्तन्ते वा सूत्राणि कति सूत्रपर्यन्तं कियत्पर्यन्तं भवन्ति तत्र लिङ्गकारस्य विधानम् अहं न दृष्टवती किन्तु पूर्वं पठितम् आसीत् अस्माभिः no apuron patita we spoke about you know how from where ling iti agacchati iti oh 33141 arabhya sadu tatru utapyo ho iti 331 arabhya we learned that it comes until three kriyatipada ling kriyatipato tad dasavyam tad utapyo samartayo ling paryantam bhavati iti anantaram ling vidayakam 33139 ling 33139 iti dasavyam iti ling lakasya prakaram kriyat paryantam hetu hetu mato ling 156 asti इति 156 इदानीं यत् वयं गच्छ 154 अस्ति तो एक 155 किमपि अस्ति वा अत्र समापयति इच्छार्थेषु लिङ्ग्लोटौ इति पर्यन्तं तत्र तु कृत् प्रत्ययस्य अस्ति न इच्छार्थेषु धातुपपदेषु लिङ्ग्लोटौ प्रत्ययो भवतः इति 157 पर्यन्तं भगिनि ऐ थिङ्क् प्राबब्लि अनदर् 1 2 महोदय उदाहरणानि न कृतवान् महोदय केवलं सूत्रं पठ महोदयस्य वर्गे केवलं सूत्रं पठितवन्तः उदाहरणानि न दृष्टवन्तः अग्रिमे वर्गे भगिनि अण्ड् देन् विल् बि डन् वित् लिङ्क् अपि महोदय